अस्तु, तर्हि नमस्कारः. अद्यतनवर्गे वयं महोदयः गत मङ्गलवासरे रुदादिगणः इति पाठस्य अभ्यासं कारितवान् इति मन्ये. तर्हि तदपि कृत्वा पुनः वयमपि किञ्चित् अभ्यासं कृत्वा अनन्तरं नूतनकरपत्रस्य आरम्भं कुर्मः. एकनिमिषम्. अस्तु, तर्हि किं करणीयम्? एकवारं प्रायः पञ्चनिमेषान् यावत् अवलोकयामः. सारांशरूपेण वद् वक्तुम् इच्छति किं सरला भगिनी? निमिषद्वयमेव, निमिषद्वयं स्वीकृत्य रुधादिगणः इति वयं यत्र रूपाणि साधयामः तस्मिन् तदर्थं चिन्तनं कथं भवेत् इति सरलरूपेण. रुधादिगण इति सप्तमगणः अस्ति, तस्य विकरणप्रत्ययः अस्ति रुदादिभ्यश्नम् इति. कर्तरि शप्रबाद्य धातोत विहित रुदादिभ्यश्नं यदा भवति तद् धातो मध्ये आगच्छति, तत् विलक्षणम् अस्ति रुदादिगणप्रत्यये. सो यथा रुद् धातु यदि वयं स्वीकुर्मः नकार न नद् नकार न श्नम् इति धातु रु अध तत् मध्ये आगच्छति. शकार मकार इति संज्ञा भूत्वा न अवशिष्यते. मिदितो स्यान्तपर इति सूत्रेण अच्छवर्णस्य अन्तिम अच्छवर्णस्य अनन्तरम् आगच्छति. सो रु इति उ अस्ति, तस्य परे न आगच्छति. तदनन्तरम् अन्य अङ्गं कार्यम् अस्ति श्नानलोप. यदि उन्द धातु वयं स्वीकुर्मः तत्र नकार अस्ति मध्ये. सो यदि श्नम् इति आगच्छति उन्नन्द् इति भवति. तत्र श्नानलोप इति सूत्रेण श्नम् प्रत्ययस्य न परे यः नकार अस्ति तस्य लोप भवति इति उन्नद् इति भवति. आहत्य सर्वे ये धातवः सन्ति तद् मध्ये न इति श्रूयते. तदनन्तरं यदि सन्धि अङ्गकार्यम् अस्ति, प्रथम प्रसिद्ध सूत्रमस्ति श्नसारलोप इति सूत्रेण कितिङ् इति परे यः कितिङ् इति भगिनी कितिङ् इति परे न तस्य परे अकारति तस्य लोप भवति यदि कितिङ् इति सार्वधातुकप्रत्ययः परे अस्ति. उदाहरणं यदि रुनद् अस्ति, रुनद् योगतः लट्लकारे मध्यमपुरुषे तः इति अपित् अस्ति सार्वधातुक अपित् इति सूत्रेण कितिङ् इति भव तस्य अपत्वात् कितिङ् इति सूत्रेण तस्य गुणनिषेधः भवति. तत्र रुनद् तस्य अकारस्य लोप भूत्वा रुन्ध इति भवति अङ्गं. तदनन्तरं सन्धिकार्यं अस्ति त्रीणि सूत्राणि तस्य समूहस्य कार्यं सामान्यतया द्रष्टव्यं. नष्टापदांश झलि यत्र उन्द् यदा अस्ति वा रुन्ध अस्ति तत्र नकारस्य अनुस्वारः भवति. तदनन्तरम् अनुस्वारस्य यै परसमन इति भूत्वा पुनः नकारः आगच्छति, रुन्ध इति भवति इति सामान्यतया एतत् अस्ति. तदनन्तरं धातो आदय किम् अन्ते धकार अस्ति तकार अस्ति वा चकार अस्ति सन्धिकार्यम् तद् अनुसृत्य भवति. यदा चकार जकार अस्ति सामान्य चोः कुः इति द्रष्टव्यं. तदनन्तरं यदि तकार अस्ति तत् झषस्ततो ध इति सूत्रस्य कार्यं द्रष्टव्यं. झरो झरि सवणेड् यदि तकार अस्ति तस्य ढकार भवति तत् तत् ढोडे लोप झरो झरि सवणे तेषां कार्यं भवति. यदि कृह याति धातुः अस्ति तत्र अन्यसूत्रम् अपि कार्यं. पित् यदि अस्ति तत्र तृणेन इम् इति सूत्रेण इम् आगम आगच्छति. तत्र यदि हलि पित् अस्ति तत्र इम् आगत्य सन्धि भूत्वा तृणेः इति भवति. तत्र अपि हकार अन्ते अस्ति होड झषस्ततो इति ढोडे लोप इति सूत्रस्य कार्यं द्रष्टव्यं भवति. धन्यवादः भगिनि. क्षम्यतां, मम मनः कुत्रचित् अस्ति. अद्य तु अहम् ई पत्रं प्रेषितवती शिक्षकगणानां कृते, किन्तु ते सर्वे तु अद्य इति स्मृत्वा अन्यस्मिन् मेलने ते अधुना सन्ति. तर्हि एकैकम् अहं वदामि, अद्य नास्ति श्वः इति. अद्य तु भारतदेशे शुक्रवासरे इति उक्तवती, किन्तु भारतदेशे अधुना शुक्रवासरः अस्ति खलु इति कृत्वा ते आगतवन्तः, किन्तु मम शुक्रवासरे इति अनुक्तवती. अस्तु भगिनि, तर्हि आरभामहे. क्षम्यताम्. लक्ष्मी भगिनी करोति किं भगिनि, अत्र पृच् धातोः रूपं कथं भवेत् इति. पृच् धातुः भगिनि? आं भगिनि. अत्र सर्वाणि सोपानानि नावश्यकानि, किन्तु भगिन्याः कृते स्वस्य कृते यदि यत्किमपि महत्त्वं यत् कस्यापि सूत्रस्य महत्त्वम् अस्ति चेत् तद् वक्तुम् इच्छति चेत्, प्रधानसूत्राणि वक्तुम् इच्छति चेत् तदुक्त्वा. अहं भगिनि, अहं केवलं शृणोमि भगिनि, अहं गृहपाठं सम्यक् न कृतवती अतः इत्युक्ते समयाभावात् न कृतवती. तस्य कार्यं विस्मृतवती, तस्यापि द्रष्टव्यं. किं भगिनि? रसाभ्यां नो न रत्वमपि द्रष्टव्यं यत्र यत्र तस्य. अस्तु भगिनि. अरुणा भगिनी रूपं वक्तुम् इच्छति किं भगिनि, पृच् धातोः? अहं न जानामि भगिनि, रुदादिगणः. अस्तु भगिनि, तर्हि सरला भगिनी एव वक्तुं शक्नोति खलु. पुष्पभगिनी वक्तुम् इच्छति किं भगिनि, किं किं पृच् धातोः रूपाणि? तृच् तृच् अस्तु अस्तु अस्तु भगिनि. पृच् पृच् पृच् धातु भगिनि. पृच् अस्तु भगिनि. परस्मैपदी किं सर्वां सम्पर्के, पृचि सम्पर्के इति अस्ति खलु तद्. तद् किं करोमि, तस्य रूपाणि वक्तुमिच्छति किं? लट् लटि. आं भगिनि. पृच् पृणच् पृणच् पृणक्ति पृणक्तः पृङ्क्तः पृञ्छत न पृञ्छन्ति पृणक्षि पृणक्तः पृणक्ता पृणच् पृणकारः पृणच्मि पृञ्च्वः पृञ्च्मः. अस्तु अस्तु भगिनि. सरला भगिनी करोति किम् अग्रिम धातुः, भवती स्वयं स्वीकृत्य करोति किम्? कः धातुः भगिनि? वृज् करोतु. वृज् ओके. वृज् इत्युक्ते अर्थम् अस्ति वर्जयति निवारयति चिनोति इति. अस्तु वृज् वृज् धातु भगिनि, वर्जयति निवारयति इति. अस्तु, परस्मैपदे लटि यदि करोमि वृणज् अङ्गं भवति, वृणक्ति वृणक्ति क्षम्यतां रत्वमपि आगच्छति, वृणक्ति वृङ्क्ति वृङ्क्तः द्वितीय प्रथमपुरुष द्वितीयवचने वृङ्क्ति भवति, वृङ्क्तः सोरि वृङ्क्तः नकारः आगच्छति तत्र ककारस्य आदौ, वृङ्क्तः वृञ्जन्ति, तदनन्तरम् आगच्छति वृणक्ति वृणक्ति वृङ्क्तः वृङ्क्तः वृङ्क्तः वृणज्मि वृञ्ज्वः वृञ्ज्मः इति भवति. भगिनि भगिनि एकः प्रश्नः अत्र वृङ्क्तः अस्ति अस्ति न, अत्र नकारः आगच्छति या अनुस्वारः अस्ति अथवा नकारः अस्ति किम् अस्ति? नकारः न ञकारः अस्ति. न न न न वृङ्क्तः ककारस्य पञ्चम कवर्गीय पञ्चमवर्ण ङकार आगच्छति. तकारस्य अस्तु तकारस्य तेन अनन्तरं यत्र वृञ्ज्वः वृञ्ज्मः इति अस्ति वृञ्ज्वः वृञ्ज्मः अस्ति तत्र तु ञकारः अस्ति सा उद्याने पुष्पाणि वृणक्ति चिनोति इति तस्य अर्थं यदि वयं अहं स्वीकरोमि चिनोति सा उद्याने पुष्पाणि वृणक्ति इति भवति. यदि वर्जयति इति करोमि अद्य अहं गीत्वा एकं परिच्छेदं वृणज्मि इति भवति. निष्कासयति इति किम् अर्थेन? आम् वर्जयति अपि द्वे अर्थं तद् वर्जयति निवारयति चिनोति इति. अस्तु भगिनि, धन्यवादः भगिनि. अग्रे अहं करोमि करवाणि किं किं पृश्व अहं ददामि भवति. तद् ददातु भगिनि. पिश् दातु परस्मैपदे सञ्चूर्णे पेषयति चूर्णयति. अस्तु भगिनि, तिनष्टि लोट्लकार मध्यमपुरुष एकवचत मध्यमपुर अस्तु नकारः अस्ति णत्वम् अस्ति तर्हि तिनष्ठां पिंशातां तत्र तु अनुस्वारः अस्ति पिंशतां अनन्तरमस्ति क्षम्यतां पिनिष्ठां नास्ति तर्हि केवलं पिंशताम् अनुस्वारः अस्ति पिंशतां पिंशातां पिंशतां शकारस्य ककार पिङ्क्ष्व पिङ्क्षातां परस्मैपदी अस्ति ओ क्षम्यताम् अस्तु अस्तु अस्तु क्षम्यताम् अस्तु मम मनः पुनः नतुम् अस्ति, तर्हि तु परे तु पिनष्टु नतुम् अस्ति, पिनष्टु पिंष्टात् तत्र तु अनुस्वारः अस्ति, पिंष्टात् पिंष्टां पिंशन्तु पिंशुगः इत्यस्य धि आदेशः भवति किं जलिपरे जलिपरे आम् जलिपरे अस्ति, तर्हि पिनष्धि अनन्तरं पिनष्डि भवति, अनन्तरं षकारस्य डकारः आदेशः भवति खलु अस्ति, तर्हि प्रथमं धकारः धि धकारः आयाति हि स्थाने धि आदेशः, अनन्तरं षकारस्य तु अनन्तरं षकारस्य प्रभावेन ष्टु नष्टुः, तस्य अनन्तरं तु षकारस्य तु जलां दशन्ति इत्यनेन धकारः आयाति, तर्हि पिण्डि इति पिण्डि इति रूपं पिंष्टात् पिंष्टं पिंष्ट पिणशाणि पिणशाव पिणशाम पिणशाम अग्रे ओ वाक्यम् अस्तु वाक्यं प्रेषयति इति अम्बा भगिनी सीते बालिके शिशवे भोजनं शिशोः भोजनं शिशोः भोजनं पिण्डि भगिनि अत्र तेलुगुभाषायाम् एकं पदमस्ति पिण्डि इत्युक्ते फ्लवर् फ्लार् इति इत्युक्ते अत्र वयं संस्कृतभाषायां पिष्टपेषणम् इति पदं शृणुमः अस्तु पुनः पुष्पा भगिनी वदति किं भगिन्याः कृते किं वदामि तृः दातुः भगिनि अन्तिमदातु परस्मैपदी हिंसायां मारयति हिंसायां मारयति अत्र वदामि अस्तु अस्तु एकनिमिष तृ अत्र हो होडः तत्त्वेन डकारः आगच्छति तृड् योगः ति तृड् तृणड् योगः ति अत्र तृणड्डि तृणड्डि तः किन्तु तृणधातोः विशेषनियमः अस्ति इति मन्ये विशेषनियमः अस्ति एकारः इकारः आगच्छति न आगच्छति तर्हि पुनः सूत्रस्य सारांशः पश्यामः चेत् तृणः इम् इति सूत्रं तृणः अङ्गस्य इम् हलि इति सार्वधातुके तृण इत्यङ्गस्य इम् आगमो भवति हलादिपि सार्वधातुके प्रत्यये तृणेडि तृणेड्डि न न अनन्तरं डोडे लोपः इत्यनेन डकारस्य लोपः भवति तर्हि तृणेडि इति एकमेव डकारः एकडकारः एव तृणेडि तृणेडि तृण्डः तृण्डः तृण्डः नकारः नकारः अस्ति अत्र तृण्डः चकररण नकारः तृण्डः एक एव चकारः तृण्डन्ति तृंसि तृण्ढि तत्र मूर्धन्यडकारः आगच्छति तृण्डः मूर्धन्यडकारः तृण्डः तृण्ढ तृणेद्मि तृण्मः तृण्मः नकारः डकारः मकारः तृण्मः न तृण्वः तृण्मः सम्यक् अस्तु भगिनि आं धन्यवादः भगिनि आम् वाक्यं वदति किं भगिनि प्रयत्नं करोमि मारयति किं करोमि अहं वाक्यम् आं भगिनि अहं I don't know the word for ant. What should I say? Pipilika. Huh? Pipilika. Pipilika. Pipilika. Pipilika. Pipilika. Ant. Trunde. No. Trunde. Trunde. Trunde. Trunedmi. न मकार जलि नास्ति डकारः अस्ति अत्र तृण्ड् तृणड् तृणेह्मि हकारः एव अस्ति मकारे परे तु जलि नास्ति कृत्वा होडः कार्यं न करोति तरी तृणेह्मि तृणेह्मि क्षम्यतां क्षम्यतां तृणेह्मि अनन्तरं भगिनी किं किम् अत्र इन्द् इति धातुः वदति किं भगिनि दकारः अन्ते तस्य तु लट् प्रयत्नं प्रायः भगिनी लोट् करोतु अग्रिमं प्रायः लट् सर्वे अपि लङ् कुर्मः अधुना तु लोट् कुर्मः इन्द् दकार कुत्र अस्ति तस्य अर्थमस्ति प्रकाशते अहं चिन्तयामि किन्तु भगिनी अत्र इन्धधातुतः एव इन्धनम् इति पदमागतं वा आं भगिनि ल्युट् प्रत्ययः अन इति योजनं लोट्लकार अस्तु इन्ध् इति आत्मनेपदि अस्ति तस्य लोट् भवति इन्ध् इन्ध् तस्य भवति इन्तताम् इन्तताम् भगिनि इन्ताम् तत्र झरोझरि समणे कामे कार्यं करोति वा न इन्तताम् यदि भवति तकार झरोझरि तु अन्तिम सूत्रमस्ति खलु तस्मात् पूर्वं यानि सूत्रं प्रश्नाकरलोप अपि अनुस्वारस्य नश्चापदांश जलि अनुस्वार इति तस्मात् पूर्वं तस्मादपि पूर्वं वयम् अस्माभिः एतत् खरि च भवति न धकारस्य तकारः आगच्छति सो इन्त् इन्त् भवति इन्त् योगतां सो इन्तां तत्र अहं चिन्तयामि इन्तां भवति तदनन्तरं जरोजरि समन्वये इन्ताम् एकपक्षे अन्यपक्षे इन्तां साधु एकवचन किं करोति इन्तां लोट् लकार आत्मनेपदि इन्द् इन्ताम् इन्ध इन्धताम् इन्धताम् यदि यत्र स्व अस्ति तत्र इन्ध परे सधि च इति कार्यं करोति न प्रथमं झलान् दर्शन्ते भवति इन्द् योगस्व भवति तदनन्तरं दश्च इति सूत्रेण दश्च सकार अन्यकार्यम् अस्ति तत्र भगिनि इन् इन्स्व भवति इन्स्व दश इति सूत्रस्य सकार यदि धातो अस्ति धातु इन्स्व भवति इन्स्व इन्स्व अस्ति मध्यमपुरुषे साधु इन्द् अनन्तरं स्व इति अस्ति अनन्तरं किं कृतवती तस्मिन् तत्र प्रथमं झलाञ्जशन्ति इति धकार आगच्छति धकारस्य स्थाने सकार झलि अस्ति झलाञ्जशन्ति इन्द् भवति इन् स्व तदनन्तरं खरी च कार्यं करोति इन् दकारस्य तकार भवति प्रथमं खरी च कार्यं करोति खलु प्रथममेव जलाञ्जसोन्ति तृतीयपादे आगच्छति खरी च चतुर्थपादे अस्ति सो इन्स्व इति भवति अहं चिन्तयामि झषि नास्ति खलु सकारः न सकार झषि नास्ति तर्हि केवलं करीचक् एव कार्यं इन्स्व इति भवति साधु तदनन्तरम् इन् धाथाम् इन् ध्वां यत्र अस्ति तत्र धकार झरो झरि सवर्णकार्यं करोति एक धकारस्य लोप भवति इन् ध्वाम् एकपक्षे अन्यपक्षे इन् ध्वां तत्र द ध्वम् आगच्छति इन्नद्धै इन्धै इन्धावहै इन्धामहे सर्वे पित् अस्ति इन्धावहै अस्तु ते अत्र विद्युत् विद्युता आकाशः इन्ताम् विद्युता आकाश इन्ताम् अस्तु महोदय सम्यक् अस्ति भगिनि वाक्यं अनन्तरं मदर्थं भगिनि भवती पुष्करति भगिनि सकारं अस्तु किं भगिनि पुनः वदतु हिस् धातु परस्मैपद तत्र भगिनि लङ् लकार करोतु तत्र भवति हिंसायाम् इति किं प्रहरति दुःखं प्रापयति बहवः कार्याणि सन्ति तत् हिंस परस्मैपदि लट् लङ् अहिनद् अहिनत् इति रूपद्वयं भवति अनन्तरम् अस्ति अहिनकारस्य किं भवति न सकार तकार अस्ति भगिनि केवलं वर्णम् तत्र नकार न आगच्छति अनुस्वार एव भवति सकारय अहिंस्ताम् अहिंसन् अहिनद् अहिनत् अहिनत् अनन्तरम् अहिंसम् मध्यमपुरुष एकवचने सिपि अनस्ते इत्यनेन अहिनः इति अपि अन्यत् रूपम् अस्ति अनन्तरम् अहिंसम् अहिंस्त अनन्तरम् अस्ति अहिनसम् वाक्यमस्ति राक्षसः राक्षसाः सज्जनान् अहिंसन् पुष्पभगिनी किं भगिनि विद्युत् इति धातोः आत्मनेपदि विचारणे इति अस्ति विचारयति मननं करोति विचारयति करोति अत्र किम् इत्युक्ते भगिनी लोट् लकारं न कृतवती खलु भगिनी लोट् लकारं करोतु विद् न अर्थं किम् अत्र उक्तं खलु आत्मनेपदि विचारणे विचारणे विचारणे ओके अस्तु आत्मनेपदि लोट् अस्तु लोट् लोट् लकारे विद् तकारः तत्तु तथैव तकार दकारस्य परिवर्तनम् अस्ति वित् विन्द विन् न अत्र विन्दतां विन्दताम् एव नो नो पित् नास्ति विन्थां विन्थां विन्दातां विन्दतां विन्द् स्व हा हा कदा विन्दकार भवति भगिनि खरिच विन्स्व तकारः खरिच कार्यं करोति विन्दकारस्य विन्स्व अस्तु विन्स्व विन्दातां विन्ध्वम् अत्र दकारः मूर्धन्यदकारः वम् विन्ध्वं विन् विनदै विनदावहै विनदामहै अस्तु किं करोमि अत्र लोट् लकारे किं प्रथम पुरुष किं किमपि किमपि अस्तु किमपि विचार वयं वयं ट्रावेलिङ्ग् ट्रावेलिङ्ग् ऐ एम् टाकिङ्ग् अबौट् थिङ्किङ्ग् अबौट् विच् ट्रावेलिङ्ग् किं करोमि ट्रावेलिङ्ग् प्रवासार्थं प्रवासार्थं विन् विन्दामहे अत्र सम्यक् न पुष्पभगिनी ददातु भगिन्याः कृते सरला भगिन्याः कृते पुष्पभगिनी ददातु एकं आमां भवती शृणोतु अस्तु क्षुद् क्षुद् भगिनि अस्तु क्षुद् क्षुद् प्रेषयति शूनयति कः लकारः कः लकारः आत्मनेपदीलकारः आत्मनेपदी कोऽपि अस्ति आत्मनेपदी करोमि शुद्ध इति भवति प्रथमम् अशुन्दात् भगिनी अस्तु अशुन्त अशुन्दाताम् अशुन्दत अशुन् अशुन्धा अशुन्धाथाम् अशुन्ध्वम् एकपक्षे अन्यपक्षे अशुन्ध्वम् अशुन्धि अशुन्ध्वहि अशुन्महि क्षम्यताम् अशुन्धाः इति अस्ति किं ताः इत्यस्मिन् किं भवति मध्यमपुरुषे अशुन् अशुन्थामि तकार शकार अशुन् द्वे तकारः आगच्छति अशुन्था तकार दकारस्य दकार खरि परे खरि चति सूत्रेण अस्तु अस्तु भगिनि अशुन्था तस्य भवति लङ्लकारे ह्य अहं गोधूं शुन्धि तदेव आगच्छति अस्तु भगिनि किं कुर्मः अग्रिमं मदर्थं भगिनि भगिनि किं सरला भगिनी ददातु लक्ष्मी भगिनी भग्यां ददातु भवती लक्ष्मी भगिनी करो वदतु भगिनी किं करवाणी इति अस्तु अत्र सामान्यधातुः एव सिष् धातुः तत्र शेनस्ति रूपम् अत्र विलक्षयति पृथक् करोति शिष् धातु धातुः विलक्षयति तालविषकार क्षिणष्टि इति भवति किं तत्र परते पदि अस्ति लकार कः लकारः किं लकारं करोमि लकारः लङ् करवाणि किम् अत्र लट् लट् पर्याप्तमेव अत्र लट् रूपं वदामश्चेत् मध्यमपुरुषरूपं स्वीकृत्य एकं वाक्यं वदतु भगिनि क्षिणक्षि तत्र रूपं क्षिणक्षि ओके भगिनी एव जानाति न भगिनि अहं भगिनि अहम् अत्र अष्टाध्यायी डाट् काम् इति वेब्सैट् पश्यन्ती अस्मि अतः अवगन्तुं शक्नोमि किन्तु गृहरूपाणि कर्तव्यानि खलु तदर्थं लङ् वदामि शिष्यदातोः अशिड् किमस्ति शकारस्य तु शकारः भवति किं जलां दशिनट् अशिनट् इति रूपं खलु अशिनट् अशिनट् इति अनन्तरं अग्रे अस्ति अशिञ्च् अशिञ्च् ताम् इति अस्ति शकारस्य तु जलिपरे मूर्धन्यशकारः भवति तदनन्तरं अशिंष्ठाम् इति अशिंषन् अनन्तरं सकारे परे गच्छति आगच्छति केवलं मनुष्यः भवति किन्तु सकारः अपि अस्ति खलु शकारः तु शकारजयि आं तर्हि अनुस्वारः एव तिष्ठति खलु आम् आम् आम् तर्हि षकारस्य किमपि कार्यं भवति, षकारस्य तु क्षम्यतां, षकारस्य दकारः आयाति खलु, आमामां, तर्हि अशिण्धाम् इति, अशिण्धाम् अशिंशन् सम्यक् अस्ति किम् भगिनी? अत्र असिंष्टाम् असिंष्टाम् इति उक्तमस्ति द्विवचनरूपं, तां रूपं लङ्लकाररूपम् असिंष्टाम् एकनिमिषम् अहं पश्यामि अहं, ओ अस्तु अस्तु, आमामां, तत्र तु अत्र किमर्थम् अत्र षकारस्य किमर्थं तकारस्य प्रभावेन जलि नास्ति, अस्तु अस्तु क्षम्यताम्, अशिंष्टाम् अशिंशन् अनन्तरं अशिनड् अशिनट् पुनः अशिंष्टम् अशिंष्टात् अशिंशम् अशिनशम् अशिनशम् अशिंष्व अशिंष्म इति खलु अत्र मृदादिगणे केचन धातवः सन्ति, अत्र एतेषां धातूनां रूपाणि योजयित्वा कानिचन वाक्यानि वयं द्रष्टुमिच्छामश्चेत् कुत्र द्रष्टव्यम् इत्युक्ते अत्र पुस्तकानि सन्ति वा? यद्यपि यावत्पर्यन्तम् एतानि पदानि वाक्ये न पश्यामश्चेत् सम्यक्तया अवगन्तुं न शक्नुमः, तेषां रूपाणि मनसि न तिष्ठन्ति, ममपि तथा, अहं तु कदाचित् जालपुटे अन्विषामि, किन्तु किं भवति इति चेत् तदा एवं करोमि चेत् जालपुटे तु बहु प्रगतवाक्यानि कठिनवाक्यानि आगच्छन्ति, तत्र तु दर्शयन्ति इति कृत्वा तदपि मदर्थं क्लेशः एव भवति, कदाचित् वाक्यमेव पूर्णते अहं न अवगन्तुं शक्नोमि, सामान्यवाक्यानि कुत्रचित् अपि न अहं न दृष्टवती भगिनि, किं कुर्मः इति न जाने भगिनि. साधारणतया वयं शृणुमः विशिष्यते इति, तत्र कर्मण्यर्थे वाक्यमस्ति, विशिष्यते इति पदमस्ति चेत् तत्र धातुः सिष् धातुः एव वा? आम् आं भगिनि, आं भगिनि, किन्तु अन्ये अपि धातवः सन्ति खलु, एतद् नास्ति इति मन्ये, एषः धातुः नास्ति, अस्तु भवती उक्तवान् बहवः, प्रायः एतदेव स्यात् भगिनि, विलक्षणार्थे इति अस्ति खलु, प्रायः एतदेव स्यात् विशिष्य त्यक् प्रत्ययः अनन्तरम् अत्र विशेषणे इति रूपमस्ति, किन्तु विशिष्यते इति पदं सामान्यं पदं, किन्तु अत्र शिनष्टि इति रूपं, यथा महोदयः उक्तवान् एतानि पदानि रुधादिगणीय धातु तः आगतानि पदानि सर्वाणि अपि साधारणतया कर्मण्यर्थे एव वयम् उपयोगं कुर्मः इति भाति. अत्र शिष् धातोः कटान्तरूपं पश्यामश्चेत् किं भवति? अत्र ताम् इत्यस्मिन् यत् तान्तरूपं तु गुणकार्यं न भवति, अत्रापि शिष् योगः इक्त इति अस्ति, तर्हि अत्र शिष्टः इति अस्ति खलु, शिष्टः इति शिष्टः सामान्यपदमेव, अस्तु आमां सत्यम्, अधुना चिन्तयामि. नमस्ते महोदय, स्वागतं, धन्यवादः, अस्तु करपत्रं, नूतनकरपत्रं कुर्मः, किं किं कुर्मः नूतनं पत्रं यदा पाठः जायमानः आसीत् तस्मिन् समये एतादृशक्लेशः न अनुभूतः, किमर्थं पृथक्तया हकारान्तकार्याणि कानि इति वयं जानीमः, अधुना सर्वाणि सूत्राणि स्मर्तव्यानि चेत् मम तु भ्रम एव जायते. Thank you. करपत्रं स्वीकुर्मः. अस्तु, नूतनकरपत्रं मणिमहोदय आरम्भं करोति किं महोदय? महोदय एकनिमिषम्. अस्तु महोदय, सार्वधातुकपत्रं कृत्सु तदेव महोदय. सार्वधातुभ्यः विहिताः प्रत्ययाः द्विविधाः तिञ्च कृच्च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाः च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुके च चेत् कर्तृते सबादेयः विकरणाः आयान्ति कर्तरि सप् इत्यनेन. सबादेयः आयान्ति चेत् धातुभेदः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुक एव, आर्धधातुकः चेत् इडाहमविचारः करणीयः. इदं विभजनं सार्धधातुक आर्धधातुकप्रत्ययोः तिङ्षु अपि भवति कृत्सु अपि भवति. प्रत्ययः धातुभ्यः प्रत्ययः द्विविधम् इति द्विविधाः अस्ति सन्ति. एकः शत्रन्तरूपाणि प्रातिपदिकनिर्माणं तदेव खलु? भवान् तु बुधवासरस्य वर्गस्य करपत्रं पश्यति इति मन्ये. महोदय अपि कृतवान् भगिनि सार्वधातुकप्रकारं कृत्सु प्रथम. किं किं पठनीयं महोदय? सिक्स् ए वा सिक्स्? एतत् नास्ति महोदय. किं करपत्रं भगिनि? एतत् सार्वधातुकं जीरो सिक्स् ए सार्वधातुकप्रकरणं कृत्सु प्रकरणं कृत्सु कृतवान्. आं, तस्मिन्नेव प्रथमकरपत्रम्. ओ, कृत्सु तत्रापि करपत्रमस्ति. किम् अस्ति? क्षम्यतां महोदय. एकवारं पठामि वा? वक्तुं शक्यते महोदय. भवान् यावत् परिपर्यन्तं पठितवान् तदेव वदतु. अनन्तरम् अग्रे अपि पठति पूरयतु. भवान् कुत्र आसीत् इति न जानामि. सिक्स् ए महोदय कृत्सु सार्वधातुक यावत्पर्यन्तं पठितवान् तदा पङ्क्तिं समाप्य वदतु इति. अस्तु अस्तु. धातुभ्यप्रत्ययः द्विविधाः सन्ति. एकमस्ति तिङ् प्रत्ययः, अन्यः कृत् प्रत्ययः. बेस्ड् आन् प्रत्ययः पुनः विभजितः सार्वधातुकम् एकः, अन्यः आर्धधातुकम् इति. प्रत्ययः सार्वधातुकः चेत् कर्तरि सप् इति सूत्रेण सपादयः. अनन्तरं गणविभजनमपि अस्ति. सार्धातुकं नास्ति चेत् आर्धधातुकं प्रत्ययः अस्ति. अत्र इडाहम् आगच्छति इति अत्र उक्तमस्ति. कृत् प्रत्यये अस्ति, सिङ्क् प्रत्यये नास्ति. आर्धधातुके कृत् प्रत्यये एव भवति इति दत्तं महोदय. न न न अवगच्छामि महोदय. पुनः दातुभ्यः विहितः द्विविधाः भवति तिङ् कृत्यति. अनन्तरं तिङ् इत्यस्य तु सार्वधातुकप्रत्ययाः तिङ् प्रत्ययाः भवन्ति. अनन्तरम् आरुधातुक तिङ् प्रत्ययाः इति वदामः. अत्र सर्वे किम् इत्युक्ते तिङ् प्रत्ययस्य कृते प्रकरणम् इति वक्तव्यं खलु. तिङ् प्रत्ययाः तिङ् प्रत्ययाः तु सर्वे तु तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा प्राप्नुवन्ति. किन्तु यत्र मध्ये अन्यप्रत्ययाः आगत्य उपविशन्ति तस्मिन् समये लकाराः सार्वधातुकलकारः आर्धधातुकलकारः इति आयान्ति. यत्र सार्वधातुकलकारः भवन्ति तत्र तु गणम् अनुसृत्य भेदः भवति. आर्धधातुकलकारेषु इडागमः चिन्तनं करणीयः तिङ् इत्यस्य कृते इति. अनन्तरम् एतस्य अत्र अत्र कृत् प्रत्ययः अस्ति चेत् तस्यापि पुनः विभजनद्वयं भवति, सार्वधातुककृत् प्रत्ययः आर्धधातुककृत् प्रत्ययः इति. कदा सार्वधातुककृत् प्रत्ययः इत्युक्ते अस्माकं तु सार्वधातुकविधान विधायकं सूत्रम् एकमेव सूत्रम् अस्ति, तिङ्क्षित् सार्वधातुकम् इति. अनेन किं तिङ् तु सर्वदा सार्वधातुकमस्ति, अनन्तरं षित् अपि सार्वधातुकमस्ति इति कृत्वा कृदन्तानां कृते कृत्प्रत्ययानां कृते तिङ्क्षित् सार्वधातुकम् अत्र सूत्रेण केवलं षित् इत्यस्य एव अवकाशः भवितुम् अर्हति इति कृत्वा ये कृत्प्रत्ययाः यस्य यस्य कृत्प्रत्ययस्य शकारः इत्संज्ञा भवति तत्तु सार्वधातुककृत्प्रत्ययः इति वदामः. उदाहरणार्थं शत्रुशानच्. अनन्तरम् अन्ये प्रत्ययः यदा तृच् अस्ति येषां शकारस्य इत्संज्ञा न भवति ते तु आर्धधातुककृत्प्रत्ययाः इति वदामः. तेषां तु पुनः आर्धधातुकः इति वदामः चेत् एव इडागमः करणीयः इति अत्र उक्तमस्ति. भगिनी किं जलपत्रं पठामि? अत्र अस्माकं 06 इति अस्ति खलु मुख्य अंशः इति भागस्य भागः अस्ति, भागस्य नाम अस्ति खलु 06 इति परिच्छेदः. अस्तु भगिनि, अत्र शत्रन्तप्रातिपदिकनिर्माणम् इति मया एकं करपत्रं प्रेषितम् आसीत् खलु? अस्ति. ओके अस्तु, तस्मिन् इफ् यु लुक् एट् द लेफ्ट् हेण्ड् सैड् वामभागं पश्यति चेत् जस्ट् बिफोर् शत्रन्तरूपाणि प्रातिपदिकनिर्माणम् इति अस्ति खलु, जस्ट् बिफोर् दट् केन् यु क्लिक् आन् दट्, सार्वधातुककृत्सु इति अस्ति खलु, सार्वधातुकप्रकरणं कृत्सु 606A इति अस्ति. धन्यवादः. धन्यवादः भगिनि. तस्य तु प्रथम पङ्क्तिं कृतवन्तः, द्वितीयपङ्क्ति मणिमहोदयेव पठति किं महोदय? क्षम्यताम्. मणिमहोदय अस्ति खलु, अस्तु लक्ष्मी भगिनी पठतु भगिनि. द्वितीयपरिच्छेदः वा भगिनि? द्वितीयपरिच्छेदः. द्वयोः पूर्वतनभागयोः सार्वधातुकप्रकरणं वदन्तमङ्गं पञ्चम सार्वधातुकप्रकरणम् अनदन्तमङ्गं सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः तिङ्प्रसङ्गे. तत्र लट् लोट् लङ् विधिलिङ् येषु चतुर्षु लकारेषु कर्तृर्थे शबादयः विकरणाः आयान्ति कर्तृषपीत्यादिभिः सूत्रैः, ततः धातुगणभेदाः निष्पन्नाः इति जानीमः. अधुना अस्मिन् भागे सार्वधातुकप्रकरणं कृत्सु अयम् एव विचारः भवति कृत् प्रसङ्गे. इत्युक्ते अत्र वामभागे तत्र सङ्ख्याः दत्ताः, अत्र सार्वधातुकप्रकरणम् अदन्तमङ्गम् इति एकः पाठः अस्ति, अपि च सार्वधातुकप्रकरणम् अनदन्तमङ्गम् इति अन्यः अस्ति. अत्र अङ्गमदन्तम् इत्युक्ते प्रथमे गणे, चतुर्थे गणे, षष्ठे गणे, दशमे गणे अदन्तमङ्गमस्ति. अपि च अत्र एतेषु भागेषु अत्र सार्वधातुकप्रक्रिया कथमस्ति इति वयं ज्ञातवन्तः. तिङ् प्रसङ्गे इत्युक्ते तिङन्तपदानां रूपसिद्ध्यर्थं कीदृशानि कार्याणि कुर्मः सार्वधातुकप्रकरणे इति वयं ज्ञातवन्तः. तत्र वयं पूर्वमेव पठितवन्तः लट् लोट् लङ् विधिलिङ्ग् एते लकाराः सार्वधातुकलकाराः. एतेषु चतुर्षु लकारेषु कर्त्रर्थे कर्तरिषप् इति सूत्रेण शप् विकरणप्रत्ययः आयाति, तदनन्तरं शपं प्रबाध्य भिन्नभिन्नगणेषु भिन्नसूत्राणि आयान्ति. कर्तरिषप् अपि च अन्यानि सूत्राणि अपि सन्ति, तदर्थं तेन धातुगणभेदाः निष्पन्नाः भवन्ति. अपि च इत्युक्ते इदानीं पर्यन्तं तिङ्गन्तरूपाणां विषये एव वयं चर्चितवन्तः. अधुना सार्वधातुकप्रक्रियायाम् एव कृत् प्रत्ययानां विषये धातुतः कृत् प्रत्ययस्य योजनेन कीदृशरूपं सम्भवति इति अत्र कृत् प्रसङ्गे तादृशविचारः भवति. तस्मिन् विषये चिन्तनम्. धन्यवादः भगिनि. अरुणा भगिनी पठति किं भगिनि अग्रिमकम्? कृत् नाम किम्? उपर्ययुक्तं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिङ् च कृत् च. यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इति उच्यते. कृत् तिङ् इति सूत्र नवत्रिंशत् इति सूत्रेण त्रिनवतिसूत्रेण यस्य प्रातिपादिकस्य अन्ते कृत् प्रत्ययः अस्ति तत् प्रातिपदिकं कृदन्तं. तन्निमित्तपदानि सर्वदा सुबन्तानि इति उक्तौ नामपदानि सन्ति. यदा कर्तव्यं मतिः नेता गायकः लिखन् प्रकाशमानम् इमानि पदानि सर्वाणि कृत्प्रत्ययायुक्तानि. यतः एते प्रत्ययाः तव्यत् तिन् तृच् नृल् शत्रु शानत् साक्षात् धातोः विहिताः, अपि च तिङ्संज्ञकाः न सन्ति. कृत् प्रत्यय धातुभ्यः विहितः. तिङ् कृत् प्रत्ययाः द्विविधा प्रत्ययाः धातुभ्यः विहिताः. यः किमित्युक्ते सत्यमस्ति, धातुभ्यः द्विविधाः एव प्रत्ययः आगन्तुं शक्यते. एकमस्ति तिङ् प्रत्ययः, वयं तु पूर्वं दृष्टवन्तः, पूर्वं पठितवान्. कृत् अपि धातुभ्यः विहितः भवति. तर्हि वयं कथं जान् कृत् इति इत्यस्य संज्ञासूत्रमस्ति कृद् अतिङ् इति. धातुतः यः प्रत्ययः विदितः यः तत् तिङ् नास्ति तत्तु कृत् अस्ति इति सूत्रमस्ति. कृद् अतिङ् इति सूत्रेण संज्ञासूत्रमस्ति कृत् प्रत्ययस्य कृते. प्रातिपादिक कृत् प्रत्यय योजनानन्तरं प्रातिपदिकं सुबन्तम् इति भवति. आयाति कृत् प्रत्ययस्य योजनेन प्रातिपदिकं निर्मामः. प्रातिपदिकम् इत्युक्ते नामपदानां रूट् इति वदामः खलु, तदेव प्रातिपदिकम् इति रूट् इति वदामः प्राप्नुमः. तदनन्तरं सुप्रत्ययस्य योजनेन एव सुबन्तं भवति. प्रथमं धातुतः कृत् कृत् इति मेलनेन इस् ईक्वल् टु प्रातिपदिकम्. अनन्तरं प्रातिपदिकं प्लस् सुप्बिकम् आयाति अस्माकं सुबन्तम् इति. यदा उत्पत्तय उदाहरणः कर्तव्यं मतिः नेता गायक लिखन् प्रकाशमानं इमानि पदानि सर्वाणि कृत्प्रत्ययुक्तानि. अत्र पश्यामः चेत् कर्तव्यं मूलौ तु धातुः अस्ति, कृधातुः अस्ति, मतिः मन् धातुः अस्ति, अनन्तरं नेता नी धातुः अस्ति. मूले तु धातुः अस्ति. अनन्तरं किम् अभवत्? प्रत्यकृत् प्रत्ययस्य योजनेन कृदन्तं प्राप्तम् इति कृत् प्रत्ययुक्तानि इति कृदन्तानि इति. तर्हि प्रत्ययः तु अनेके कृत् प्रत्ययाः सन्ति. उदाहरणार्थं तव्यत् तिङ् अन्वृ तृच् शत्र शानच् इति अत्र उदाहरणत्वेन महोदयेन दत्तं. धन्यवादः भगिनि. भगिनि अत्र अत्र कृदन्तपदानि सुबन्तानि एव अत्र यदि सुप्तिङन्तं पद भगिनि कृदन्तपदानि सुबन्तानि नास्ति न सन्ति. कृदन्तपदानि तु प्रातिपदिकानि सन्ति. प्रातिपदिकमस्ति कृदन्तयोजनेन प्रातिपदिकं प्राप्नुमः. अनन्तरं कदाचित् लिङ्गभेदः अपि भवति. लिङ्गस्य कृते लिङ्गसूत्राणि आगच्छन्ति. लिङ्गम् आगत्य कदाचित् प्रातिपदिकं कुर्वन् इति पुल्लिङ्गे प्रातिपदिकमस्ति कुर्वत् इति साक्षात्. अनन्तरं लिङ्गम् अनुसृत्य कुर्वन् इति पुल्लिङ्गे भवति. स्त्रीलिङ्गे कुर्वन्ति इति प्रातिपदिकम् अस्ति. नपुंसकलिङ्गे तु कुर्वत् इति एव तिष्ठति. तर्हि प्रथमं प्रातिपदिकं कृदन्तस्य योजनेन केवलं प्रातिपदिकम्. अनन्तरं लिङ्गस्य कृते परिवर्तनानि भवन्ति. तदनन्तरमेव सुप् इति. सुप् इत्यनेन प्रथमा विभक्ति द्वितीया विभक्ति तानि रूपाणि एव सुबन्तम् इति वदामः खलु. अस्तु. इत्युक्ते यावत्पर्यन्तं कृत् प्रत्ययस्य अनन्तरं सुप्रत्ययं न योजयामः तावत्पर्यन्तं केवलं कृदन्तपदम् इति वदामः. यदा सुप्रत्ययं योजयामः तदा तत्पदं सुबन्तं भवति. तद् यदा आं सत्यं यत्र सुबन्तं भवति तस्मिन् समये एव सुप्तिङन्तं पदम् इत्यनेन भगिनी यथा उक्तवती पदसंज्ञा प्राप्नोति. तस्मिन् समये तादृशरूपमेव अस्माभिः वाक्ये उपयोक्तुं शक्यते. केवलं कृदन्तं प्राप्नुमः चेत् तत् साक्षात् न उपयोक्तुं शक्यते. अवगच्छामि. धन्यवादः. कदाचित् वयं रूपं पश्यामः चेत् उदाहरणार्थं यत्र रूपं पश्यामः चेत् अस्मान् प्रायः भेदः न अनुभोक्तुं शक्यते. किमर्थम् इत्युक्ते सुप्रत्ययस्य कदाचित् लोपः भवति पूर्णतया. तर्हि समानरूपं प्रायः स्यात्. कृदन्तस्य सुबन्तस्य अपि प्रथमाविभक्तौ प्रायः समानरूपं स्यात्. किन्तु तस्य तत्तु योजनेन एव पदसंज्ञा प्राप्नोति. तस्मिन् समये एव पदे अस्माकं वाक्ये तु उपयोक्तुं शक्यते. अस्तु. इत्युक्ते भगिनि अत्र अत्र अत्र पदं यथा भवती उक्तवती अत्र लिखन् इति लिखन् इति पदं शत्रन्तपदमस्ति. अत्र लिखन् इति पदं शत्रन्तं न शत्रन्तं प्रातिपदिकं तु लिखत् इति अस्ति. लिखत् आम् लिखत् इति लिखत् इति रूपं कृदन्तरूपं किन्तु लिखन् इति सुबन्तरूपं वा? न न तदपि प्रातिपदिकमेव पुल्लिङ्गप्रातिपदिकं लिङ्गसूत्राणि आगत्य यत्र वयं प्रातिपदिकं निर्मामः तस्मिन् समये अनन्तरम् अग्रिमसोपानमस्ति. प्रथमसोपाने कृत् प्रत्यययोजनं. तर्हि प्रातिपदिकं निर्मामः अनन्तरं मूलप्रातिपदिकम्. अनन्तरं किं भवति लिङ्गभेदानुसारेण केचनानि सूत्राणि प्रवर्तनीयानि. तदनन्तरं द्वितीयसोपाने तर्हि किं प्राप्नुमः लिङ्गम् अनुसृत्य प्रातिपदिकं प्राप्नुमः. अनन्तरं तद् द्वितीयप्रातिपदिकं यत् अस्माभिः प्राप्तं तेन सह अस्माभिः सुप्रत्ययं योजयामः. वयं योजयामः चेत् सुप् इति पदं प्राप्नुमः सुबन्तं पदम्. अग्रिमपङ्क्ति तथैव स्त्रीलिङ्गे लिखन्ति इति अस्ति. आं भगिनि तत्तु लिखन्ति इति प्रातिपदिकमस्ति स्त्रीलिङ्गसूत्राणि प्रवर्तयित्वा. अनन्तरं लिखन्ति प्लस् सुप् इति पुनः लिखन्ति इति एव आयाति. लिखन्ति लिखन्त्यौ लिखन्त्यः अनन्तरम् इकार एव तत्र पुष्पा भगिनी पठति किम् अग्रिमपङ्क्ति. अग्रिमपङ्क्ति द्वयोः तत् वदामि. एते सर्वे न तत् एते सर्वे प्रत्ययाः तिङ्गः कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः. ते धातोः प्रत्ययः तु सूत्राणि सन्ति तद् तिङ् प्रत्ययाः आरम्भे सर्वे सार्वधातुकाः, तिङ् षित् सार्वधातुकम् इति तृतीय अध्याये चतुर्थपादे एकशत त्रयोदश सूत्रम् इति सूत्रेण तिङ्क्षित् सार्वधातुकमिति अत्र अनुवृत्तिसहित सूत्रमिदम् अवलोकयाम. धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः न एव उदेति. तदा धातुतः विहितः चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्, परन्तु कृत् चेत् किमपि न इश्चित्य नास्ति यत् नैश्चित्यं नास्ति इति सार्वधातुकं भवेत्, परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्. कृत् चित् अस्ति चेत् एव अयं कृत् प्रत्ययः सार्वधातुकः. कृत् प्रत्ययेषु नवशितः ते च शत्रु शानच् चानश् शानन् खश् श एष् मध्ये षध्यै षधैन् इति येषु द्वौ प्रसिद्धौ शत्रु शानच् च. एतान् नव प्रत्ययान् अतिरिच्य अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकः काः, आर्धधातुकं शेषः इति सूत्रेण अत्र अस्तु. इदानीं सर्वे एते सर्वे प्रत्ययाः तिङ् अथवा कृतः एव तिष्ठन्ति. अष्टाध्याय तृतीयाध्याये विहिताः ये सर्वे तिङ् कृतः तिङ् तु कृत्तु अत्र धातोः प्रत्ययः इति अधिकारः अस्ति. धातोः एक तत्र तत् सम्यक् न जानामि किं तृतीयाध्याये किम् अस्ति इति. इत्युक्ते भगिनि अत्र धातोः प्रथम अत्र तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रं पश्यति चेत् प्रत्ययः इति अधिकारसूत्रमस्ति. अनन्तरं द्वाविंशत् सूत्रं पश्यति चेत् विंशतिः सूत्रं पश्यति चेत् तत्र धातोः इति तस्मात् आरभ्य धातोः इति अनुवृत्तिः आयाति. तर्हि अत्र धातोः परे यानि प्रत्ययाः ये प्रत्ययाः सन्ति ते सर्वे तु तृतीयाध्यायस्य तृतीयाध्याये एव निर्दिष्टः पाणिनिना. चतुर्थाध्याये पञ्चमाध्याये मन्ये ये सुप्रत्ययाः तद्युतप्रत्ययः इति अन्ये प्रत्ययाः निर्दिष्टः चतुर्थपञ्चमाध्याये. किन्तु प्रत्ययाः इति वदामः चेत् तृतीयचतुर्थपञ्चम अध्यायेषु प्रत्ययाः वर्तन्ते. तत्र तु तृतीय अध्याये धातोः परे ये प्रत्ययाः सन्ति ते सर्वे तु तृतीय अध्याये निर्दिष्टाः. अत्र किमित्युक्ते धातोः इति अनुवृत्तिः आयाति इति कृत्वा अस्माभिः यत् अवगन्तव्यम् इत्युक्ते तिंशत् सार्वधातुकम् इति सूत्रं तु तृतीयाध्यायस्य चतुर्थे पादे अस्ति. इत्युक्ते अत्र अपि धातोः इति अनुवृत्तिः आयाति. तर्हि तिंशत् सार्वधातुकं तिङ् प्रत्ययः वा यत्र सार्वधातुकम् इति संज्ञा प्राप्ता एतत्तु संज्ञासूत्रमस्ति खलु, सार्वधातुकसंज्ञासूत्रमस्ति. अग्रिमसूत्रमस्ति आर्धधातुकं शेषः इति आर्धधातुकस्य संज्ञासूत्रम्. संज्ञासूत्र द्वयम् अपि द्वयोः अपि धातोः इति अनुवृत्तिः आयाति. इत्युक्ते धातोः परे एव सार्वधातुकं वा आर्धधातुकं वा धातोः परे यत् आयाति तत्र एव विभजनं भवति सार्वधातुकम् आर्धधातुकम् इति. यत्र प्रत्ययः भवन्ति अनन्तरं तद्धितप्रत्ययः भवन्ति तत्र तु सार्वधातुकम् आर्धधातुकं. भगिनि वदामि एकनिमिषं भगिनि वदन्ती अस्मि. तत्र तु यत्र चतुर्थे अध्याये पञ्चमे अध्याये ये सूत्राणि सन्ति ये प्रत्ययाः सन्ति तेषां तु धातोः इति अधिकारे नास्ति खलु. तर्हि तत्र तु सार्वधातुकम् आर्धधातुकम् इति विभजनं न भवति. केवलं अत्र किम् इत्युक्ते सारांशः सार्वधातुकं वा आर्धधातुकम् इति संज्ञा तु धातोः इति अधिकारे आयाति इति कृत्वा धातुतः ये प्रत्ययाः विहिताः तेषामेव सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति भवितुमर्हति इति विषयः. कृत् चेत् किमपि भगिनि इत्युक्ते अत्र चतुर्थाध्याये पञ्चमाध्याये ये ये प्रत्ययाः सन्ति तत्र धातोः इत्यस्य अधिकारः नास्ति वा? इत्युक्ते ते अत्र तृतीयाध्याये ये प्रत्ययाः विहिताः भवन्ति ते एव धातुतः विहिताः भवन्ति. इत्युक्ते तिङ् प्रत्ययाः अथवा कृत् प्रत्ययाः इति वदामः वा अत्र? इत्युक्ते चतुर्थाध्याये अपि च पञ्चमाध्याये प्रत्ययाः तु सन्ति किन्तु ते स्त्रीप्रत्ययाः अथवा तद्धितप्रत्ययाः विकरणप्रत्ययाः तादृशाः सन्ति वा तत्र? अस्तु तदेव. तदर्थमेव अत्र धातोः इति पदस्य अपि च प्रत्ययः इति पदस्य अनुवृत्तिः अत्र अधिकारः अनुवृत्ति क्षम्यताम् अधिकारः सत्यमेव भगिनि. अत्र अनुवृत्तिः इति वदामश्चेत् अधिकारः इति वदामश्चेत् तत्र भेदः तु अस्ति तावत् नास्ति. किम् उदाहरणार्थं मम अवगमने इत्युक्ते प्रत्ययः इति तु प्रथमसूत्रमस्ति तत्र तु प्रत्ययः इति सूत्रं किमपि नास्ति. केवलं किं वदति इत्युक्ते अग्रे किमपि यानि सूत्राणि सन्ति तेषां सर्वेषां प्रत्ययः इति अनुवृत्तिः भवतु इति कृत्वा प्रथमसूत्रं 311 इति सूत्रं प्रत्ययः इति उक्तमस्ति. तर्हि तस्य वयम् अधिकारम् इति वा अधिकारसूत्रमिति वदामः. किन्तु यत्र धातोः इति अनुवृत्तिः आयाति तत्तु 3122 एकस्मात् सूत्रात् अनुवृत्तिः आयाति धातोः इति. तर्हि तस्य तु वयम् अधिकारे इति वक्तुं शक्नुमः. किमर्थम् इत्युक्ते अनेकानि सूत्राणि धातोः इति स्वीकुर्वन्ति खलु इति कृत्वा तस्य अपि अधिकारे इति धातोः अधिकारे इति वक्तुं शक्यते. किन्तु अनुवृत्तिः प्रायः समीचीनम् इति मन्ये अधिकारः नास्ति अनुवृत्तिः धातोः इति अनुवृत्तिः अस्ति किन्तु प्रत्ययः इत्यस्मिन् अधिकारे अस्ति. अस्तु अस्तु पूर्णं वदामि भगिनि. अग्रिमम् आम् तिङ् प्रत्ययः आरम्भे सर्वे धातुकाः सार्वधातुकाः तिंशित् सार्वधातुकम् इति सूत्रेण तत्तु तिंशित् सार्वधातुकम् इति सूत्रस्य प्रसक्तिः अस्ति. तिङ् प्रत्ययस्य प्रत्ययः आरम्भे सर्वे सार्वधातुकाः अत्र इदानीं त्वं वदं न उक्तं न ये सर्वे आं भगिनि तत्तु चर्चितं तदेव चर्चितवन्तः. तद् कृत् प्रत्ययेषु नवशितः तद् वदामि. कृत् प्रत्ययेषु नवशितः आं नवशितः आं वदतु भगिनि. तत्तु शत्रु शानच् चानश् शानन् खुश् ष एष षद्यै पठितं खलु भगिनि केवलं नवप्रत्ययः इति भगिन्या एव पठितं खलु. एके नवप्रत्ययः शीघ्रं पृच्छामः. किमर्थम् इत्युक्ते समयः अतीतः तदर्थमेव. अस्तु अस्तु भगिनि अस्तु. तर्हि एते नवप्रत्ययाः यत्र शकारस्य संज्ञा भवति तेषां तु तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नुवन्ति. अन्ये प्रत्ययाः सर्वे प्रत्ययाः उदाहरणार्थं तृच् अनियर् एते प्रत्ययाः तु तेषां तु शित् नास्ति इति कृत्वा आर्धधातुकसंज्ञा प्राप्नोति. भगिनी पृष्टवती खलु धातोः इति अधिकारे इति वक्तुं शक्यते वा, तदपि वक्तुं शक्यते इति अत्र तु अष्टाध्यायी डाट् काम् तदेव उक्तमस्ति. किमर्थं तथा एव निर्दिष्टम् अस्ति, किमर्थम् इति अनेकेषु अनेकानां सूत्राणां अनुवृत्तिः आयाति चेत् धातोः इत्यस्मात् अनुवृत्तिः धातोः इति अनुवृत्तिः आयाति चेत् अधिकारे इति वक्तुं शक्यते इति मन्ये भगिनि. केवलं पञ्च वा षड् वा सन्ति चेत् केवलम् अनुवृत्तिः इति वदामः, किन्तु अनेकानां तथा अस्ति चेत् अध्यायस्य पूर्णतया तथा अस्ति चेत् वयम् अधिकारे इति वदामः प्रायः. इतोपि अपि च अत्र भगिनि वयम् एतान् नवप्रत्ययान् स्मरामश्चेत् अस्माकं कार्यं सुलभं भवति. इत्युक्ते अत्र एते नवप्रत्ययाः एव शितः सन्ति, एते एव शित्वात् सार्वधातुकाः अन्वे सर्वे अपि अन्ये सर्वे प्रत्ययाः कृत् प्रत्ययाः आर्धधातुकाः. परन्तु परन्तु भगिनी अपि च अत्र आहत्य कति एते कृत् प्रत्ययाः कति कृत् प्रत्ययाः सन्ति न जानामि तत्तु न अस्तु आहत्य कति सन्ति इति महोदयेन न निर्दिष्टम् अत्र मयापि न. अपि च अत्र इतोपि एकः प्रश्नः अस्ति, अत्र नैश्चित्यम् इति पदं दत्तमस्ति, निश्चितस्य भावः नैश्चित्यं, तत्र तद्धितान्तं रूपम् अस्ति, अत्र आदिवृद्धिः भवति इति अहं श्रुतवती, भवती जानाति वा प्रत्ययस्य तत्र सूत्रं किं? परीक्षायाम् आसीत् आसीत् किन्तु अधुना अहं न स्मरामि, परीक्षार्थं किञ्चित् टिप्पणीं कृतवती. अस्तु चिन्ता मास्तु, धन्यवादः भगिनि. अनन्तरं प्रेषयिष्यामि तर्हि भगिनि. अस्तु सरला भगिनी पठति किं भगिनि अन्तिमम्. अत्र च अन्यदेकं वक्तव्यम् अस्ति यत् प्रख्यायां वास्तविकविभजनम् अस्ति सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया च एकमेव विभजनम्, अन्यत् किमपि विभजनं नास्ति. इत्युक्तौ तिङ् कृत् इत्यनयोः यः भेदः स प्रक्रियाभेदो नास्ति. प्रत्ययः सार्वधातुकसंज्ञक चेत् स च प्रत्ययः तिङ् भवतु वा कृत् भवतु वा उभयत्र प्रक्रिया समाना, उभयत्र धातुगणनिमित्तकः विकरणप्रत्ययः, उभयत्र तस्य च विकरणप्रत्ययस्य स्वभावम् अनुसृत्य धातु अङ्गे गुणो वा गुणनिषेधो वा परिशीलिनयः. प्रत्ययः किञ्चित् परिणामः अस्ति तिङन्त्यपदं, प्रत्ययः किञ्चित् परिणामः प्रातिपदिकं तावान् एव भेदः. तथैव प्रत्ययः तिङ् वा कृत् वा भवतु, परन्तु स च प्रत्यय आर्धधातुकसंज्ञक चेत् इडागमचिन्तनं करणीयम्, उभयत्र प्रक्रिया समाना. तर्हि अत्र अस्माकं विषयः अस्ति सार्वधातुकप्रक्रिया कृत्सु, वस्तुतस्तु सार्वधातुकप्रक्रिया यावत् भवति तावत् अत्र किमपि वैशिष्ट्यं नास्ति. तिङन्तस्थले अस्माभिः यत् पठितुं तत् तत्तु अत्रापि समानम्. अत्र भेदः अस्ति यत् अन्ततो गत्वा सुबन्तं पदं भविष्यति इति कारणतः लिङ्गभेदः वर्तते, तदा च सुप्रत्ययः संयोजनीयाः. एतत् सर्वनूतनम् अस्ति अवश्यं, किन्तु सार्वधातुकक्षेत्रे न अन्तर्गतम् अपि तु तत् अतिरिक्तं, अतः अत्र लिङ्गविषये नूतनांश अस्ति. सुबन्तप्रक्रिया च नूतना अन्ययोः द्वयोः विषयोः प्रसङ्गे सम्यक्तया परिशीलयिष्यामः. अत्र दत्तमस्ति यदि सार्वधातुकप्रत्यय अस्ति वा आर्धधातुकप्रत्ययः अस्ति, प्रक्रिया यदि पदं निर्माणं भवति तत्र प्रक्रिया द्विविधा भवति, एका अस्ति सार्वधातुकप्रक्रिया, द्वितीया भवति आर्धधातुकप्रक्रिया. एतद् विभजनं न केवलं सार्वधातुकप्रत्यय यथा तिङ् प्रत्यय तस्य कृते अस्ति, अपि कृत् प्रत्यये ये सार्वधातुकाः सन्ति तेषां प्रति अपि अस्ति एतद् विभजनम्. अन्यत् किमपि विभजनं नास्ति, इत्युक्तौ तिङ्क् इत्यनयोः यः भेदः स प्रक्रिया भेदः नास्ति. इत्युक्ते किम् इत्युक्ते तिङ्क् इत्यनयोः भेद प्रक्रिया भेदो नास्ति. द्वयि मध्ये प्रक्रिया एवम् एकमेव अस्ति अन्तिमभागे एव वयं प्रथमं तु अङ्गं निर्मामः अनन्तरम् अन्तिमभागे एव अङ्ग तिङ् प्रत्ययोः मेलनं भवति खलु तथा एव समानरूपेण वयम् अङ्गं निर्मामः अनन्तरम् अन्तिम सोपाने तिङ् प्रत्ययस्य अपेक्षया कृत् प्रत्ययं योजयामः तर्हि अन्तिमसोपाने एव भेदः वर्तते इति कृत्वा प्रक्रिया समाना इति वक्तुं शक्यते. अस्तु उभयत्र तस्य च विपरप्रत्ययस्य स्वभावानुसृत्य धातु वा विघ्नो वा गुणनिषेध वा परिशीलन यदा प्रक्रिया यद् सार्वधातुकप्रक्रिया अस्ति तत्र प्रथमं धातु आगत्य तस्य साक्षात् तस्य अनन्तरं यदि सार्वधातुकप्रत्यय आगच्छति तदनन्तरं कर्तरिषप् आगत्य विकरणप्रत्यय आगच्छति तत्र तदनन्तरं गुण भवति वा विकरण अनुसृत्य या कार्यं भवति तद् भवति प्रत्ययतिङ् चेत् परिणामः अस्ति तिङन्तपदं प्रत्ययश्चेत् परिणामस्य प्रातिपदिकम् अतः भवती उक्तवती तिङ् प्रत्ययोजयित्वा वयं तिङन्तपदं क्रियापदम् आप्नुमः कृत् प्रत्ययोजयित्वा प्रातिपदिकम् इति निर्माणं भवति तथैव प्रत्ययतिङ् वा कृत्वा भवतु परन्तु स च प्रत्यय आर्धधातुकसंज्ञक् चेत् इदागमचिन्तनं करणीयं यदि आर्धधातुकप्रत्ययः अस्ति तत्र इदागमस्य विचारः आगच्छति उभयत्र प्रक्रिया समाना तर्हि अत्र अस्माकं विषयः अस्ति सार्वधातुकप्रक्रिया कृत्सु वस्तुतः सार्वधातुकप्रक्रिया यावत् भवति तावत् अत्र किमपि वैशिष्ट्यं नास्ति निमन्तस्थले अस्माभिः यः पठितुं तत् अत्रापि समानं यथा वयं दृष्टवन्तः तिङन्त पदनिर्माणं कति कथं धातु कतरीशप् आगत्य सारधातुकप्रत्यय कतरीशप् तदनन्तरं विकनप्रत्यय आगत्य अङ्गं भवति तदनन्तरं तिङन्तपदयोजित्वा क्रिया तिङन्तपदं निर्माणं भवति एतत् प्रक्रिया समानम् अस्ति कृत् प्रत्यया कृते अपि एवमेव भवति कृत् धातु कृत् प्रत्ययस्य योजनीयं तदनन्तरं यथा सार्वधातुकप्रक्रिया लघतिंशत् यथा वयम् उपरि दृष्टवन्तः यतोपि कृत् प्रत्ययः अस्ति किन्तु किञ्चित् सार्वधातुकेन तत् सार्वधातुकम् अस्ति तत् प्रक्रिया तिङन्तपद समान एव भवति किन्तु अन्ततो गत्वा अन्ते वयं प्रातिपदिकम् इति आप्नुमः कृतपद योजनेन धातोतः कृतप्रत्ययोजनेन प्रातिपदिकं निष्पन्नं भवति. धन्यवादः. तर्हि अग्रिमकरपत्रमपि प्रारब्धं खलु तदपि पश्यामः. भगिनी पृष्टवती खलु 72117 इति सूत्रम् आदिवृत्ति ततः आरभ्य मन्ये तदितप्रत्ययेषु तदितेषु अचाम् आदेः इत्यनेन आदिमच्वर्णस्य वृद्धिः भवति. अस्तु धन्यवादः भगिनी. अत्र वैशिष्ट्यम् इति पदमस्ति तत्र रुधादिगणीयसिष् धातुः एव अस्ति अपि च भेदः अत्रापि रुधादिगणीयभिद् धातुः अपि च अतिरिक्तम् इति पदमस्ति अत्रापि रिच् धातुः अतिरिच्यते इति पदं वयं शृणुमः. एकम् आवलिं कुर्मः चेत् समीचीनं भवति खलु रिच् धातुः रुदादिगणीय रिच् धातुतः एव अतिरिक्तम् इति धातूनाम् अर्थं वयं कुत्रचित् विस्मरामः किन्तु यत्र यदुना भगिनी यथा उक्तवती अतिरिच्य इति पदेन सह वयं चिन्तयामः चेत् रिच् धातोः तर्हि तस्य अर्थम् अस्माभिः कदाचिदपि वयं न विस्मरामः खलु. अतिरिच्यते भगवद्गीतायां तत्पदम् आगतम् अतिरिच्यते तत्र दृष्टवती रिचिर्धातुः किन्तु यथा भवती वयं अद्य पठितवन्तः वयम् अत्र लट्लकार कर्तरीप्रयोगे रूपाणि किञ्चित् विरलानि एव. तत् अनन्तरं पश्यतु द्रष्टुमपि शक्यते. तदर्थमेव वर्गम् आगच्छामः खलु. किन्तु यत्र धातुः अस्ति अनन्तरं तस्य प्रसिद्ध रूपाणि पदं किमपि अस्ति चेत् तेन सह योजयित्वा पठामः चेत् अर्थपरिचयः भवति खलु. तर्हि अस्माकं तादृशप्रयत्नः किमपि भवती करोति चेत् भवत्या क्रियते चेत् अस्मानपि प्रेषयतु कृपया. आवलिं किमपि रचयति चेत् अत्र संयोजनीय अत्र संयोजनीया अपि युजिर् धातुः इति भाति. आं भगिनि, धन्यवादः. धन्यवादः, निश्चयेन करोतु भगिनि, बहु समीचीनमस्ति. अस्तु, अग्रिमकरपत्रं स्वीकुर्मः. किं शत्र शत्रशानचित् अर्थः समयः अतीतः. अग्रिमकरपत्रं पश्यामः. शत्रशानचित्तीर्णयोः अर्थः इति अरुणा भगिनी पठति किं भगिनि? मया यत् करपत्रं प्रेषितं तद् प्रथमपङ्क्तिमेव पठितवन्तः खलु. एकनिमिषत्रन्तरूपाणि शत्रन्तरूपाणि प्रातिपदिकनिर्माणम् इति सत्यं. शत्रन्तरूपाणि प्रातिपदिकनिर्माणं शत्रुशानच् इतनयोः अर्थः. शत्रुशानच् प्रत्यययोः अर्थः समानः. वर्तमानार्थे इति वर्तमानः नाम प्रारब्धपरिसमाप्तम् परिसमाप्तत्वं या प्रारब्ध अपरिसमाप्तत्वं या क्रिया पुनः वदतु. पदविच्छेदः कुर्मः चेत् तादृशं भवति. प्रारब्ध अपरिसमाप्तत्वं या क्रिया आरब्धा न समाप्ता च सा वर्तमाना. आरब्धा क्रिया यावत् न समाप्ता च तस्य कालः वर्तमानकालः. अस्मिन् वर्तमानकालार्थे लटः स्थाने शत्रुशानच् प्रत्ययौ भवतः. शत्रुशानच् प्रत्यय अर्थः समानः एव वर्तमानार्थे उपयुज्यते. वर्तमाननाम प्रारब्ध अपरिसमाप्तत्वं प्रारब्धं किन्तु समाप्तिः तस्य न अभवत्. क्रिया आरब्धम् अभवत् परन्तु न समाप्तः अभवत्. अत्र वर्तमान इति पदमपि शाणचिन्तरूपम् आरब्धक्रिया यावत् न समाप्ता च तस्य कालः वर्तमानकालः. अतः अस्मिन् वर्तमानकालार्थे लटः स्थाने शत्रुशानच् प्रत्ययौ भवतः. मणिमहोदय अग्रिमपङ्क्तिं पठति किं महोदय? आं महोदय. लटः शत्रुशानचौ अप्रथमासमानाधिकरणे धातः लटस्थाने शत्रुशानचौ आदेशो वर्तमाने काले भवतः. अप्रथमान्तेन कर्त्रा सह समानाधिकरणीयम् अस्ति चेत् शत्रु च शानच शत्रुशानचौ इतरेतुरदन्धः न प्रथमा आप्रथमा. समानम् अधिकरणं यस्य सः समानाधिकरणः. प्रथमया समानाधिकरणम् आप्रथमा समानाधिकरणः तृतीया शत्रुशः. तस्मिन् आप्रथमा समानाधिकरणे लटः षष्ठ्यान्तं चतुर्षाणच प्रथमान्तम् आप्रथमसमानाधिकरणे सप्तम्यान्तं त्रिपदमिदं सूत्रम्. वर्तमाने लट् इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः प्रत्ययः धातोः इत्यनयोः अधिकारः अनिवृत्तिसहितसूत्रं वर्तमाने धातोः लटः सदृशानच प्रत्ययः अप्रथमसमानाधिकरणे शत्रुसानचौ लट्लकारे एव कार्यं करोति इति अहं चिन्तयामि पदार्थस्य अर्थः प्रथम अन्तस्थाने न कार्यं करोति इति वा महोदय किम् इत्युक्ते धातुतः लटः स्थाने लट् इत्यस्य अपेक्षया लट् लकारस्य उपयोगस्य अपेक्षया शत्रुशानच् उपयुज्य वक्तुं शक्यते वर्तमानकालार्थे इति. तर्हि अत्र किम् उक्तमस्ति चेत् अत्र अप्रथमसमानाधिकरणे इति उक्तमस्ति. तर्हि यत्र प्रथमाविभक्तिः यत्र न प्रयोक्तं तत्र समानाधिकरणरूपेण इत्युक्ते गच्छता बालकेन इति तादृशं तृतीय पुरुषतत्पुरुषस्य क्षम्यतां तृतीयाविभक्तिः अस्ति खलु. तर्हि बालकेन इति उक्तमस्ति. तर्हि बालकः किं करोति? गच्छति, अनन्तरं किमपि करोति इति कृत्वा गच्छता बालकेन इति वक्तुं शक्यते. गच्छता बालकेन किमस्ति किमपि कार्यं बालकेन कार्यं कृतम् इति न वर्तमानकालार्थे एव भवतु इति. वयं तु भूतकालार्थे अपि प्रयोगं कुर्मः, किन्तु सूत्रे तु वर्तमानलटः स्थाने इत्येव उक्तमस्ति. अत्र केचनाः वदन्ति अत्र तथैव वयं गच्छन् बालकः पठति इति वक्तुं शक्यते खलु. तर्हि गच्छन् बालकः पठति इत्यपि वदामः यत्र प्रथमाविभक्तेः सहितं वयं रूपं कुर्मः, वयं वाक्यं कुर्मः. केचनाः किं वदन्ति, अत्र महाभाष्यवाक्यमस्ति वाक्ये अपि अस्ति महाभाष्ये उक्तमस्ति अत्र अन्यत् एकं 3:2:121 इति सूत्रात् विभाषा इति अनुवृत्तिः आयाति इत्यपि केचनानां मतम्. तर्हि किमर्थं विभाषा इति अनुवृत्तिः इत्युक्ते प्रथमासमानादिकरणार्थं तस्य इत्युक्ते यत्र प्रथमाविभक्त्या सह प्रयोगः भवति तत्र तु विकल्पेन वक्तुं शक्यते, न वक्तुमपि शक्यते, वक्तुमपि शक्यते इति आशयः इति केषाञ्चन वैयाकरणानां मतम्. भगिनी अत्र विभाषा इत्युक्ते विकल्पेन इति अर्थः. अस्यैव कृते अप्रथमसमानाधिकरणे इत्यस्य कृते विभाषा इति विभाषा अप्रथमसमानाधिकरणे इत्युक्ते कदाचित् प्रथमविभक्तेः सह न वदामः चेदपि समीचीनमेव तेन सह वदामः क्षम्यतां तया सह प्रयोजनं कुर्मः चेदपि समीचीनमेव इति वदन्ति. किन्तु करोतु न करोतु इति किम् इति मया न अवगतं, किन्तु अधिकतया वैयाकरणानां मतं प्रथमाविभक्त्या सह न प्रयोक्तव्यम् इति. सूत्रे उक्तमस्ति अप्रथमा इति पदमस्ति इति कारणतः केवलं द्वितीय तृतीय चतुर्थी पञ्चमी षष्टि सप्तमी अनयोः येषां एतैः सह प्रयोक्तुं शक्यते इति. भगिनी अत्र भिन्नविषयः अपि अस्ति, शत्रुचाणचोः रूपाणि वर्तमानकालार्थे उपयोगं कुर्मः किन्तु अत्र भविष्यदर्थे अपि च भूतकालार्थे अपि तेषां प्रयोगः भवितुं शक्नोति इति लिखितमस्ति. तत् अहं न सम्यक्तया अवगतवती. अर्थः वदिष्यमानं कुत्र अस्ति भगिनि? अग्रिमपरिच्छेदे तत्तु अन्यत् सूत्रमस्ति, कृतः सद्दा इति सूत्रेण, सद्वा इति सूत्रेण, अन्यसूत्रेण तथा विदितं पाणिनिः विदधाति. किन्तु भूतकालार्थे खलु केवलं लटः स्थाने अनन्तरं लृट् लकारस्य स्थाने एव छत्रशानचोः उपयोगः. बालकः गच्छन् आसीत्, बालकन् बालकः गच्छन् अस्ति, बालकः गच्छन् वदिष्यति इति रूपाणि सन्ति वा गच्छन्? हा तदेव सूत्रे पश्यामः चेत् गच्छन् अपठत् इति तु नास्ति, इति तु सूत्रे तु लङ्लकारस्य सह उपयोगं तु न उक्तमस्ति खलु, केवलं लटः स्थाने अनन्तरं लृट् लकारस्य स्थाने एव उक्तम्. लट् अपि च लृट् केवलं, किन्तु वयं तु आधुनिककाले सर्वैः प्रयुज्यन्ते. वयं तु भाषावर्गे तु तथा वयं कृतवन्तः खलु अभ्यासं कृतवन्तः. अनेके जनाः अपि तादृशं वाक्यं वाक्यस्य प्रयोगं कुर्वन्ति. भगिनि अहं न अवजानामि अप्रथमान्तेन कर्ता सह समानादिकरणीयं किं? तदेव वदन्ती अस्मि भगिनि, इत्युक्ते अहं वदन्ती अस्मि इति मम वाक्यमस्ति खलु, अहम् इति प्रथमा विभक्तिः अस्ति खलु, अहमिति प्रथमा विभक्तिः अस्ति, प्रथमाविभक्त्या सह शत्रुशानचोः प्रयोगः मास्तु इति पाणिनिः वदति अनेन सूत्रेण. अप्रथमा इति प्रथमाविभक्त्या मास्तु, समानादिकरणे अहं गच्छन्ती वदन्ती इति वदामि खलु, अहम् इति विशेषण विशेष्यमस्ति, वदन्ती इति विशेषणमस्ति, विशेषणविशेष्यभावः यत्र वर्तते तदेव समानादिकरणम् इति करणीयम् इति वदामः. समानाधिकरणम् इत्युक्ते विशेषणविशेषभावः, तद् मास्तु प्रथमविभक्तेः सह मास्तु इति. किन्तु अहं यदा अहम् अधुना वदामि अहं वदन्ती अस्मि इति अहं वदामि, तद् तु दोषाय इति पाणिनेः सूत्रं वदति, किन्तु महाभाष्ये उक्तम् अस्ति विभाषा इत्यपि अनुवृत्तिः अस्ति इति कृत्वा विकल्पेन कर्तुं शक्यते, तादृशप्रयोगः विकल्पेन कर्तुं शक्यते इति महाभाष्ये अस्ति. धन्यवादः. वदन्ति सामान्यतया वयं एतत् प्रयोगं कुर्मः रैट्? यथा आं भगिनि कुर्मः, सर्वे जनाः कुर्वन्ति. अस्तु भ्रमात्मकः. तस्य किम् अस्ति पुरातन वयं पुस्तकानि यथा वयं भासनाटकानि पश्यामः चेत् तत्र तु सर्वे यत्र भाषा वर्तते तत्तु पूर्णतया पाणिनेः सूत्रम् अधिकृत्य न भवति. किमर्थम् इत्युक्ते उल्लङ्घनं भवति अनेकत्र. किमर्थम् इत्युक्ते भासस्य कालः पाणिनेः कालस्य पूर्वम् आसीत् खलु, इति कृत्वा उल्लङ्घनम् अनेकत्र उल्लङ्घनं भवति. पाणिनेः अनन्तरमेव व्याकरणाः साहित्यकाराः सूत्राणि अनुसृत्य एव व्याकरणं पाणिनेः व्याकरणम् अनुसृत्य रचितवन्तः काव्यानि, किन्तु तस्मात् पूर्वं भासनाक्रं सर्वत्र तु तत्र तु न उल्लङ्घनं भवति अनेकत्र. तथा एव आधुनिककाले अपि वयम् उल्लङ्घनं कुर्मः इति वदामि. तादृशी तुलना मास्तु भगिनि. शेक्स्पियर् इन् इङ्ग्लिश् इति वदन्ति खलु, तादृशी तुलना मा करोतु. अस्तु विरमामि. अस्तु अस्तु, शुभरात्रिः. धन्यवादः. धन्यवादः. नमस्कारः.